सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् एतावता पर्यन्तं वयं दृष्टवन्तः तत्र गुणकार्यस्य कृते सूत्रद्वयं तत्र एकमस्ति सार्वधातुकार्धधातुकयोः द्वितीयमस्ति पुगन्तलघुपदस्य च द्वयोः सूत्रयोः गुणकार्यं भवति इत्युक्ते इक् वर्णानां तत्र परिवर्तनं भवति ई स्थाने ए आदेशः भवति ऊ स्थाने ओ आदेशः भवति अपि च तत्र रु स्थाने अर् इति आदेशः भवति ऋकारस्य स्थाने अर् इति आदेशः भवति परन्तु एतादृशः गुणकार्यं कदा भवति इति प्रश्ने सति चेत् यदा तत्र अङ्गस्य अथवा साक्षात् धातुः परे तत्र पर्निमित्तम् अस्ति गुणकार्यस्य कृते पर्निमित्तम् आवश्यकम् इत्युक्ते अङ्गस्य परे अपि च धातौ परे धातुः परे तत्र कोऽपि सार्वधातुप्रत्ययः अथवा आर्धधातुप्रत्ययः विधीयते चेत् तत्र इगन्त अङ्गस्य सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यम् उपधायां स्थितस्य ह्रस्व इकारस्य पुगन्तलघुपदस्य च इति सूत्रद्वारा कार्यं भवति गुणकार्यं भवति सो द्वयोः सूत्रयोः कृते तत्र निमित्तं समानम् किमर्थं चेत् सार्वधातुक अर्धधातुकयोः इति सप्तमी द्विवचनात् पदमस्ति सो सूत्रे सप्तमी अन्तं पदः अस्ति चेत् वयं जानीमः तत्र सः पर्निमित्तं भवति तस्य पूर्वे कार्यं भवति यः कार्यमस्ति तस्य निमित्तस्य पूर्वे भवति तत् सप्तमी अन्तं पदः कार्यस्य कृते निमित्तं भवति एतावता वयं दृष्टवन्तः सूत्रद्वयेन द्वारा एण्ड् पुगन्तलघुपदस्य च सूत्रे परसूत्रमस्ति अनन्तरं सूत्रमस्ति अतः तत्र सार्वधातुकार्धधातुकयोः इति सप्तम्यान्तं द्विवचनात् पदस्य सम्पूर्णतया अनुवृत्तिः भवति अतः तस्मिन् सूत्रे अपि निमित्तं किं सार्वधातुक आर्धधातुक इति प्रत्ययः निमित्तं भवति कार्यस्य कृते वयं जानीमः व्याकरणे यत्किमपि कार्यं भवति तस्य कृते निमित्तम् आवश्यकम् सो एतयोः सूत्रयोः द्वयोस्य कृते तत्र सार्वधातुक अपि च अर्धधातुक प्रत्ययः इति निमित्तं भवति परन्तु वयं दृष्टवन्तः तत्र केवलं सार्वधातुक इति अथवा अर्धधातुक प्रत्ययः पर्याप्तं नास्ति किमर्थं चेत् तत्र गुणकार्यस्य कृते व्याकरणे यः गुणकार्यं भवति तस्य कृते एकं निषेधकसूत्रमपि अस्ति तेन निषेधकसूत्रेण किं भवति तत्र प्रत्ययस्य विषये तत्र दत्तं किमर्थं चेत् प्रत्ययः एव कार्यस्य निमित्तम् अस्ति सो सूत्रं वदति प्रत्ययः कित् अथवा गित् अथवा नित् अस्ति चेत् गुणकार्यस्य कृते बाधा गुणकार्यं न भवति सो यदि इगन्तम् अस्ति चेत् इगन्तधातुः अस्ति अथवा इगन्त अङ्गम् अस्ति चेत् तस्य परे कोऽपि कित् गित् नित् प्रत्ययः आयाति चेत् तस्य इगन्त अङ्गस्य यद्यपि तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः तथापि तत्र तेन कार्यं न भवति कार्यस्य कृते किनिति च सूत्रमागत्य वदति अत्र कार्यस्य कृते बाधा किमर्थं चेत् प्रत्ययः यः सार्वधातुक अथवा अर्धधातुक प्रत्ययः कार्यस्य कारणमस्ति सः कित् अथवा घित् अथवा नित् अस्ति अतः तत्र बाधा भवति एतावता वयं दृष्टवन्तः दिवादिगणे तत्र यः तुदादिगणे अपि च क्रणा तत्र क्रियादिगणे तत्र धातु साक्षात् अनन्तरं सार्वधातुप्रत्ययः तु विधीयते परन्तु सः सार्वधातुप्रत्ययः अपित् अस्ति तस्मिन् पकारस्य इत्संज्ञा न अस्ति श शन् श्न एते त्रयप्रत्ययः विषये अहं वदामि सो ते प्रत्ययः शित् शित् कारणेन ते प्रत्ययः सार्वधातुकसंज्ञा तु प्राप्नोति परन्तु अपित् कारणेन तत्र किं भवति, ते प्रत्ययः न केवलं षित् ते अपित् अपि अस्ति. अपित् इत्युक्ते यस्मिन् पकारस्य इत् न सः अपित्. सो अपित् कारणेन व्याकरणे इदानीं किं भवति, वयं जानीमः यः सार्वधातुप्रत्ययः अपित् अस्ति तस्य उपरि निद् इति लक्षणम् अध्यारोपिते. कथं जानीमः, सूत्रमेव प्रमाणम्. सो सूत्रमस्ति सार्वधातुकम् अपित्. सार्वधातुकम् अपित् इति सूत्रेण किं भवति, यः सार्वधातुक अपित् प्रत्ययः सः निद् इव कार्यं करोति. सो श इति प्रत्ययः सार्वधातुक अस्ति, अपित् अपि अस्ति. अतः तादृशप्रत्ययस्य विषये महर्षि वदति सार्वधातुकम् अपित् निद्. सो सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव भवति, निद् समानं भवति. निद् समानं भवति चेत् तत्र कस्य सूत्रस्य प्रसक्तिः भवति, किनिति च सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् किनिति सूत्रे न केवलं कित् विषये दत्तम्, अपि च गित् विषये दत्तं, तत्र नित् विषये अपि दत्तम्. सो यदि प्रत्ययः नित् अस्ति तत्रापि बाधा भवति, प्रत्ययः कित् अस्ति तत्रापि बाधा भवति, अपि च प्रत्ययः गित् अस्ति चेद् अपि बाधा. सो सर्वे सार्वधातुक अपित् प्रत्ययः सार्वधातुकसंज्ञकारणेन तत्र सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः भवति चेदपि तत्र गुणस्य कृते बाधा. किमर्थं चेत् सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव कार्यं करोति. निद् इव कार्यं करोति चेत् तत्र किनिति च सूत्रम् आगन्तुं शक्यते, तत्र नित् अपि दत्तम्, अतः तत्र गुणः न भवति. सो तुदादिगणे, दिवादिगणे, क्रयादिगणे तत्र गुणः न भवति. कस्य कारणेन, धातु यः प्रत्ययः सः सार्वधातुक तु अस्ति परन्तु अपित् अपि अस्ति, अतः सः निद् इव कार्यं करोति. निद् कारणेन तत्र किनिति च सूत्रमागत्य तत्र बाधा करोति, कार्यस्य कृते बाधा करोति. एतत् वयं दृष्टवन्तः. सो सार्वधातुकं यत्र यत्र धातुः अथवा अङ्गयोगः सार्वधातुक अपित् प्रत्ययः भवति तत्र प्रथमे किं वक्तव्यम्, एतत् प्रत्ययः सार्वधातुक अस्ति परन्तु अपित् अपि अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन निद् इव भवति. निद् इव भवति चेत् किनिति च सूत्रद्वारा तत्र गुणः न करणीयं, गुणस्य कृते बाधा, अतः तत्र तुद् तथैव तिष्ठति, तुद् तोद् न भवति. शुच् यदा तत्र कोऽपि अन्यप्रत्ययः दातु कुर्मः चेत् तत्र किं, तत्र गुणकार्यस्य कृते बाधा करणीयं, तत्र गुणकार्यं न करणीयं, निषेधः. अनन्तरं वयं दृष्टवन्तः तत्र कानिचन धातवः अभ्यासकार्ये दत्तं, तेषां गुणः, तेषां तत्र गणविषये तत्र जानीमः चेत् तत्र वयं जानीमः गण आधारेण तत्र गणविकरणप्रत्ययः आयाति. विकरणप्रत्ययः दृष्ट्वा तत्र सार्वधातुक पित् वा अपित् वा इति दृष्ट्वा तत्र गुणकार्यं करणीयम्. यदि सार्वधातुक अपित् प्रत्ययः अस्ति तत्र गुणः न करणीयम्. परन्तु भुवादिगणे वयं दृष्टवन्तः तत्र धातुयोग शप् भवति. शप् इति प्रत्ययः शित्वात् सार्वधातुकसंज्ञा प्राप्नोति, परन्तु तस्मिन् पकारः अपि इत्संज्ञकः, अतः तत्र सार्वधातुकम् अपित् इति सूत्रं कार्यं न करोति. तत्र कोऽपि बाधा नास्ति, तत्र भू भो भवति, जी जे भवति, तो तत्र कार्यं भवति. कृष् कर्ष भवति भूवादिगणे, सो तत्र पुगन्तलघुपदस्य च सूत्रद्वारा अपि कार्यं, सार्वधातुक अर्धधातुकयोः इति सूत्रद्वारा अपि कार्यं. किमर्थं चेत् तत्र धातो अनन्तरं यः प्रत्ययः सः सार्वधातुक अपि च पित् प्रत्ययः, अतः तत्र कोऽपि बाधा न भवति. यत्र सार्वधातुक अपित् अस्ति तत्र एव बाधा भवति. अतः वयं किं वदामः, सार्वधातुकप्रत्ययेषु यदि गुणप्रसङ्गः अस्ति तत्र सर्वदा किं द्रष्टव्यं, सः सार्वधातुकप्रत्ययः पित् वा अपित् वा. पित् अस्ति चेत् गुणः करणीयम्, अपित् अस्ति चेत् गुणः न करणीयम्। तथैव तत्र तिङन्तविषये तिङ्प्रत्ययः, ते अपि सार्वधातुकप्रत्ययः, सो परस्मैपदी नवपरस्मैपदीप्रत्ययः तिङ्प्रत्ययः पश्यामः चेत्, कृपया सर्वे म्यूट् मध्ये तिष्ठतु, तत्र ध्वनिः आयाति। अहं म्यूट् कृतवती, यदा आवश्यकता अस्ति तदा एव अन्म्यूट् करोतु। सो तत्र किम् आसीत्, आम्, सार्वधातुकप्रत्ययविषये पित् अपि द्रष्टव्यं, तथैव आर्धधातुकप्रत्ययविषये कित् नित् द्रष्टव्यं। कित् नित् अस्ति चेत् गुणः न करणीयं, तथैव सार्वधातुक अपित् अस्ति चेत् गुणः न करणीयम् इति तत्र वार्ता। अस्तु, सो अभ्यासविषये कोऽपि तत्र भ्रमः अस्ति वा? सर्वैः तत्र कृतं वा, एतत् अभ्यासं कृतं वा? अस्तु, सम्यक्। एकनिमेषः, गिरिजा भगिनी अस्ति वा? आम्, एकनिमेषः भगिनि, यत् प्रश्नमहं पृच्छामि तस्य विषये एव उत्तरं तत्र ददातु। हृ इति धातुः, तत्र कति वर्णाः भगिनि? हकारः, हकारः, हृ, रकारः किमस्ति? स्वरः अस्ति वा व्यञ्जनः? व्यञ्जनः रु रु इति स्वरः, यथा तत्र सि, अत्र क्रु मध्ये के के वर्णाः? क्रु मध्ये ककारः, रु इति, रु इति रु किम् अस्ति, व्यञ्जन अस्ति वा स्वर अस्ति? स्वर अस्ति। अत्रापि तादृशः एव, हृ इत्युक्ते हकारः अपि च ऋकारः, एकं हकारः व्यञ्जन अस्ति, ऋकारः स्वरः, रु इति स्वरः। सो अत्र वर्णद्वयम् अस्ति, एकं व्यञ्जनम् अस्ति हकारः, द्वितीयम् अस्ति स्वरः। स्वरः इति वयं जानीमः स्वयं राजते इति स्वरः, स्वरा इत्युक्ते राजते स्वयं, तत्र कोऽपि अन्य तत्र उच्चारणार्थं कोऽपि अन्यवर्णस्य तत्र आवश्यकता नास्ति, अतः वयं किं वदामः, सर्वे स्वराः इण्डिपेण्डेण्ट् सौण्ड्स्, दीस् आर् इण्डिपेण्डेण्ट् सौण्ड्स्। परन्तु ये व्यञ्जनाः सन्ति तेषां यः ध्वनिः अस्ति, ह इति ध्वनिः अस्ति, तस्य पूरणार्थं ध्वनिपूरणार्थं तत्र ते सर्वे व्यञ्जनाः अर्धमात्रिकाः, तेषां ध्वनिपूर्णं भवेत् तत्र स्वराणां प्रयोगः भवति, काकी, के, को, कौ, क्रु, एते सर्वे तत्र व्यञ्जनस्य मेल स्वरस्य मेलनेन ध्वनिः सम्यक् पूर्णं भवति। तथैव अत्र स्वहृ इति धातुः इघन्तधातुः, इक् इक् प्रत्याहारे के के वर्णाः भगिनि? लु, सो रु अपि इक् प्रत्याहारे आयाति। सो हृ इति धातुः तस्य अन्ते द लास्ट् वर्णः ऋकारः, सो एतस्य अन्यनामः अस्ति, एतस्य धातुः अन्यनामः अस्ति इघन्तधातुः, किमर्थं चेत् इक् वर्णः अन्ते यस्य सः इगन्तः, इक् इत्युक्ते इक् अन्ते यस्य सः इगन्तः। सो अत्र यदि अत्र गुणप्रसङ्गः, अत्र गुणप्रसङ्गः अस्ति वा हृ मध्ये? अस्ति भगिनि, अस्तु, अस्ति, किमर्थं चेत् इगन्त अस्ति, अन्ते इक् वर्णः, इक् वर्णानाम् एव गुणः भवति, सो अत्र केन सू यदि अत्र गुणः भवितुम् अर्हति तत्र केन सूत्रेण गुणकार्यं सार्वधातुकार्धधातु सत्यं साधु इदानीं वदतु अत्र कति वर्णाः ह्र ह्र अस्ति वदतु हकार अपि च ह्र अन्ते किं श्रूयते अकार अकार अत्र वर्णत्रयं हकारः रकारः अकारः ह्र अ अन्ते अकारः श्रूयते यदि ह्र अस्ति चेत् अन्ते कः वर्णः अस्ति चेत् अन्ते ऋकारः ह्र ह सि ह्र अत्र उच्चारणं करोमि अकारस्य अलङ्कारः भवति तु तत्र एकनिमिषः महोदय न भवति सो ह्रु इति धातुः अपि इगन्तधातुः किमर्थं चेत् अत्र वर्णत्रयं परन्तु अन्ते उकारः सो अत्र अपि महोदय श्रूयते वा उकारः श्रूयते महोदय सत्यं महोदय हकारस्य तत्र हल् चिह्नं तत्र करणीयं किमर्थं चेत् हल् हकारः रकारः संयुक्तवर्णः तत्र मध्ये किमपि नास्ति अतः हलो अनन्तराः संयोगः इति संज्ञासूत्रं संयोगः इत्युक्ते किं द्वयोः अथवा द्वय अधिक द्वि अधिक वर्ण हल व्यञ्जनस्य मध्ये किमपि स्वरः नास्ति चेत् तस्य संयोगः इति नामकरणम् अस्ति सो अत्र हकार रकारस्य संयोगः अस्ति ह र इति मध्ये किमपि नास्ति सो ह्र इति भवति इदानीं ह्रु सो ह्रु अपि इगन्तधातुः तत्र अपि गुणः भवितुम् अर्हति सो अत्र रु इति स्वरः यदि एतादृशः एकं दण्डम् अस्ति चेत् सः रकारस्य चिह्नम् अस्ति सो देवनागरीलिप्यां तत्र एतादृशः तत्र भवति सो यु शुड् बि वेरि क्लियर् अबौट् दिस् अपि च तत्र यः वृत्वा इति धातुः अस्ति भगिनि तत्र कति वर्णाः अनुबन्धवर्णाः अनुनासिक अकार अनुनासिक अकारः सत्यम् अतः तस्य अनुनासिक अकारस्य केन सूत्रेण तत्र इत्संज्ञा उपदेशे जननासिक अतः तत्र वृत इति धातु मध्ये एकम् एव अनुबन्धवर्णाः सः कः तकार उत्तरवर्ति यः अकारः सः स्वरः अनुनासिक अस्ति अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति सो तत्र हलन्त्यम् इति सूत्रस्य कोऽपि आवश्यकता एव नास्ति अनन्तरं तत्र वृत् इति लौकिकरूपं सो वृत् इति वृत् इति लौकिकरूपं भवति अतः तत्र एकमेव सूत्रस्य आवश्यकता उपदेशे अजनुनासिक इति सूत्रेण तत्र अनुनासिक अकारस्य इत्संज्ञा तथैव शुच इति अस्ति शुच इति धातुः तत्र चकार उत्तरवर्ति यः अकारः सः अकारः अनुनासिक अस्ति परन्तु षकार उत्तरवर्ति यः उकारः सः अनुनासिक नास्ति सः स्वरः तिष्ठति अतः तत्र अपि एकम् एव अनुबन्धवर्णः अतः उपदेशे अजनुनासिक इति सूत्रेण कस्य इत् अकारस्य अनुनासिक अकारस्य इत् भवति अतः लौकिकरूपं किं शुच् एव लौकिकरूपम् एकम् एव तस्य लोपः सत्यं तस्य लोपः इति सूत्रद्वारा यस्य इत् तस्य लोपः सो सूत्रद्वयम् आवश्यकम् अनुबन्ध निरनुबन्धरूपम् अस्ति शुच् इति धातु अस्तु भगिनि धन्यवादः अन्यत् सर्वं तत्र सम्यक् आसीत् परन्तु सिन्स् यु हेड् रिटन् टु सूत्रास् ओवर् देयर् सो ऐ थाट् देयर् इस् सम् भ्रमः देट् इस् वै ऐ आस् दीस् क्वश्चन् सो यत्र वर्णद्वयम् अनुबन्धवर्णद्वयं तत्र एव सूत्रद्वयं तत्र लेखनीयम् यत्र एकमेव वर्णः तत्र एकमेव तत्र एकमेव सूत्रस्य प्रयोगं करणीयम्। अस्तु इदानीम् अस्तु कोऽपि अन्य कोऽपि प्रश्नः अस्ति वा एतत् करपत्रस्य विषये, अन्यथा तत्र नूतनकरपत्रस्य विषये तत्र गच्छामः। अस्तु नूतनकरपत्रं कुत्र अस्ति? अस्तु इदानीम् एकं नूतन करपत्रम् अस्ति, केषु गणेषु गुणः सम्भवति धात्वङ्गे। अत्र धात्वङ्गे इति लिखितं, वयं जानीमः यदा धातुयोगप्रत्ययः भवति चेत् यत्र यत्र यत्र वयं प्रत्ययः योजयामः तत्र अङ्गसंज्ञा भवति। यद्यपि सः धातु साक्षात् धातु यो शुच् योग तिप् अस्ति, तत्र यदा तिप् योजयामः प्रत्ययस्य योजनेन तत्र अङ्गसंज्ञा भवति। किमर्थं चेत् तादृश अङ्गस्य इति संज्ञा अस्ति, यस्मात् प्रत्ययः विधीयते तदादि प्रत्यय अङ्गम् इति अङ्गसंज्ञा अस्ति। सो यदा प्रत्ययस्य आगमः भवति, यदा प्रत्ययस्य योजनं भवति, तत्र अङ्गसंज्ञा अस्ति। सो धात्वङ्गे इति वदामः चेत् साक्षात् धातु यः अङ्गं भवति प्रत्ययस्य कृते, तादृशधातुः साक्षात् धातु अङ्गे कुत्र कुत्र केषु केषु गणेषु गुणः सम्भवति इति एतस्य करपत्रस्य तत्र शीर्षकम्। सो साक्षात् धातुः कुत्र कुत्र गुणः सम्भवति, कस्मिन् कस्मिन् गणे गुणः सम्भवति इति अस्मिन् तत्र करपत्रे तत्र सर्वं दत्तम्। एतत् सर्वं वयं पठितवन्तः। करपत्रं न दृश्यते, शेर् करोमि महोदय। इदानीं दृश्यते वा? दृश्यते महोदय, दृश्यते। अस्तु अस्तु, कः कः अथवा का प्रारम्भं करोति? अनुसूया भगिनी प्रारम्भं करोति वा भगिनी? पठतु। येषु गणेषु गुणः सम्भवति धात्वङ्गे, एतावता अस्माभिः दृष्टं यत् भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथा असङ्गम्, सुदादिगणे गुणः नाशः इत्यपि दृष्टम्। अपरेषु गणेषु का गतिः? तेषु गुणः अर्ह चेत् किमर्थं नार्ह चेत् किमर्थम् इत्यापि प्रश्न उदेति। तत्र स्थितिः कीदृशी इति अवलोकयामः। नाम आहत्य सर्वदशगणान् मनसि निधाय वं शक्तुं शक्यते। प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः। तिङन्तपदे भागत्रयं वर्तते, धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः च। केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति शक्नोति। इदम् अग्रे अपरस्मिन् पाठे परिशीलयामः। अधुना केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः। तावत् वदतु भगिनि, किं लिखितमस्ति प्रथमबिन्दुमध्ये? किं लिखितं प्रथमबिन्दुमध्ये? किं किं वयं जानीमः इति दृष्टं। प्रथमतः भ्वादिगणे चुरादिगणे गुणकार्यः सम्भवति इति वयं दृष्टवः। तदादिगणे गुणः न भवति इत्यपि दृष्टम्। अपरेषु गणेषु का गतिः इति वयं न जानीमः। तेषु गणेषु अह चेत् किमर्थं न भवति चेत् किमर्थम् इति अत्र अवलोकयामः इति करपत्रं वदतु। नाम आहत्य दशगणानां मनसि निधाय किं वक्तुं शक्येत्? एकदा सर्वगणानां स्मरतु, तत्र विकरणप्रत्यय अपि स्मरतु इति सूचनं प्रथमतया गुणः सम्भवति वा न इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः. गुणः सम्भवति वा इति प्रश्नेन कुत्र गुणः सम्भवति इति वयं जानीमः. केवल धातोः गुणः सम्भवितुं शक्यते. तिगन्तपदे भागत्रयं वर्तते. यदा तिगन्तप्रत्ययः आगच्छति तदा धातुः अस्ति, तस्य विकरणप्रत्ययः अपि अस्ति, तिगन्तप्रत्ययः अपि अस्ति. केषुचन गणेषु विकरणप्रत्यये अपि गुणः सम्भवति. केषुचित् गणेषु विकरणप्रत्ययस्य कारणेन गुणः सम्भवति. वयम् अग्रे पठामः. अधुना केवलधात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः. अधुना केवलं धात्वङ्गे कुत्र कुत्र गुणः सम्भवति इति वयं ज्ञातुम् इच्छामः. अत्र भगिनी लिखितमस्ति केषुचित् गणेषु विकरणप्रत्यये विकरणप्रत्ययमध्ये अपि गुणः सम्भवति, यथा अत्र शक्नु शक्नो भवति. अत्र धातु अस्ति शक्, नु इति विकरणप्रत्ययः, विकरणप्रत्ययस्य भागः. श्नु इति अस्ति, श्नु शकारस्य इति संज्ञा भूत्वा तत्र नु इति अवशिष्यते. तत्र यदा तत्र धातुयोगविकरणप्रत्ययः तस्य मेलनं भवति चेत् शक्नु इति अङ्गं भवति. कस्य कृते? तिप् प्रत्ययस्य. तिङ् प्रत्ययस्य कारणेन तत्र अङ्गम् इगन्तम् अस्ति, अन्ते उकारः, परन्तु सः उकारः कस्य भागः? उकारः नु इति भागः कस्य भागः? विकरणप्रत्ययस्य भागः. सो अतः अत्र किं लिखितमस्ति? केषुचित् गणेषु विकरणप्रत्यये विकरणप्रत्यये अपि गुणः भवति. किमर्थं चेत् यदा तत्र धातुयोगविकरणप्रत्ययस्य मेलनं भवति तत् सर्वम् अङ्गं कस्य कृते? प्रत्ययस्य कृते. तिप् प्रत्ययस्य कृते तत् अङ्गं भवति. सो तिप् किं पश्यति? इगन्ताङ्गं पश्यति. इगन्ताङ्गं पश्यति चेत् तत्र केन सूत्रेण कार्यं भवति? सार्वधातुकार्धधातुकयो. सत्यं. सो तत्र शक्नु योगतिप् भवति चेत् तत्र शक्नो भवति. उकारस्य गुणः ओकारः. सो तत्र शक्नोति इति रूपम्. सो शक्नोति इति रूपं भवति चेत् सो अत्र किं लिखितं? केषुचित् कुत्रचित् गणेषु विकरणप्रत्यये अपि गुणः भवति. यथा तत्र अष्टम तनादिग्रहणे तत्र तनादिकृण्भ्यः उः, तत्र उ इति विकरणप्रत्ययः आयाति. सो तिम् प्रत्ययस्य कृते तत्र सर्वदा उकारः अन्ते आयाति. सो तत्रापि उकारस्य गुणः भवति. सो केषुचित् गणेषु विकरणप्रत्यये विकरणप्रत्ययस्य भागे अपि गुणः सम्भवति, परन्तु अस्मिन् करपत्रे तस्य विषये चिन्तनं नास्ति. अस्मिन् करपत्रे एतत् करपत्रं कस्य विषये? धातुवङ्गे गुणः कुत्र कुत्र सम्भवति. सो साक्षात् धातुः मध्ये, सो धातुमध्ये केन कारणेन गुणः? सा विकरणप्रत्ययस्य कारणेन. किमर्थं चेत् यः मूलधातुः अस्ति तस्य साक्षात् अनन्तरं विकरणप्रत्ययः एव. तिङ् अनन्तरम् आयाति. तिङ् तु तस्य अनन्तरं. सो धातु अङ्गे सर्वदा विकरणप्रत्ययस्य कारणेन गुणः भवति. सो कस्मिन् कस्मिन् गणे धातुवङ्गे गुणः भवति इति अस्मिन् करपत्रे दत्तम्. अपि च अत्र लिखितम् अस्मिन् तिङन्तपदे भागत्रयं वर्तते. एतत् सर्वे वयं जानीमः, धातु विकरणप्रत्ययः तिङ्भागः. एते त्रयः भागः मिलित्वा एव तिङन्तपदं तस्य निष्पन्नं भवति. सो तिङन्तपदस्य अन्यनामः कः भगिनि? वयं लौकिक लौकिकभाषायां किं वदामः? क्रियापदं सो क्रियापदम् अपि च तिङन्तपदं समानं. सो क्रियापदे भागत्रयं वर्तते. सार्वधातुप्रक्रियायां क्रियापदे धातुः विकरणप्रत्ययस्य भागः अपि च तिङ्भागः एते मिलित्वा एव क्रियापदस्य तत्र तिङन्तपदस्य निर्माणं भवति. अतः अस्मिन् करपत्रे धातुयोगविकरणप्रत्ययस्य कारणेन यः गुणः भवति, कस्य गणे गुणः भवति इति अत्र आशयः इति अस्मिन् करपत्रे मूलतया दत्तं. परन्तु कुत्रचित् एतदपि स्मर्तव्यं, कुत्रचित् विकरणप्रत्ययभागे अपि गुणः भवति, कस्मिंश्चित् गणे विकरणप्रत्ययस्य भागे अपि टिप् कारणेन गुणः भवति. परन्तु अस्मिन् करपत्रे तु विकरणप्रत्ययस्य विकरणप्रत्ययस्य कारणेन धातौ साक्षात् धातु अङ्गे कुत्र कुत्र गुणः इति अत्र आशयः. अस्तु, तत्र द्वितीयबिन्दुः अपि पठतु भगिनि. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः. सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इति अनुवृत्तिसहितसूत्रे द्वयोः अपि सार्वधातुकार्धधातुकयोः इति पदम् आगच्छति. वयं जानीमः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणं भवितुं शक्यते, वृद्धिगुणं. पुगन्तलघुपदस्य च इति सूत्रेणापि पुगन्त उपधायाश्रित लघु उप स्वराणां गुणः भवति इति. लघुस्वराणां तत्र वक्तव्यं लघु इक् वर्णानां लघु इक् वर्णः गुणः भवति इति वयं जानीमः. द्वे सूत्रेण एव गुणः भवितुं शक्यते. द्वे सूत्रे किं भवति? सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तप्रत्ययस्य गुणः भवितुं शक्यते. पुगन्तलघुपदस्य इति सूत्रेण लघु उपधायास्थित लघु इक् वर्णस्य गुणं भवति इति वयं जानीमः. अपि च सः गुणः कदा भवति? यदा तस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुकप्रत्ययः आयातश्चेत् हा. पूर्वं कुत्रचित् अहं चिन्तयामि भगिनी एव पृष्टवती तत्र किमर्थं सार्वधातुक अपि च अर्धधातुक लिखितम्. इदानीम् अवगतं वा? तत्र सार्वधातुकविषये पित् अपि द्रष्टव्यं. पित् अस्ति चेत् गुणः भवति, अपित् सार्वधातुक अस्ति चेत् गुणः न भवति. तथैव अर्धधातुकविषये आर्धधातुकविषये अपि तत्र किं भवति? तत्र किं प्रत्यय षित् पित् प्रत्ययस्य एव न आगच्छति. आर्धधातुकविषये तु षित् षित् भिन्नः न सर्वे आर्धधातुकप्रत्ययः षित् भिन्नः. तत्र किं द्रष्टव्यं? गुणस्य कृते किं द्रष्टव्यम् आर्धधातुकविषये? आम् कित् अपि च नित्. कुत्रचित् नित् अपि अस्ति, यथा महिङ्ग् इति. महिङ्ग् तु सार्वधातुप्रत्ययः. आम् सो तत्र आर्धधातुकविषये कित् नित् गित् द्रष्टव्यं, सार्वधातुकविषये पित् अपित् द्रष्टव्यम्. पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति. तथैव आर्धधातुकविषये कित् अस्ति गित् अस्ति द्रष्टव्यं. कित् नित् कित् अस्ति चेत् गुणः न भवति, कित् नित् नित् भिन्नः अस्ति चेदेव गुणः. सो सर्वेषाम् अर्धधातुकप्रत्ययः निमित्तीकृत्य गुणकार्यं न. कित् विहाय नित् विहाय गित् विहाय किनिति इति किनिति इति सूत्रे किमपि न दत्तं, सार्वधातुक् वा अर्धधातुक् वा किमपि न दत्तं. किनिति च सूत्रे किं दत्तं? प्रत्ययः कित् गित् अथवा नित् अस्ति चेदेव गुणस्य बाधा. सो सः सार्वधातु अथवा आर्धधातु किमपि भवेत्, परन्तु यस्मिन् प्रत्यये ककारस्य इत् तत्र बाधा, यस्मिन् प्रत्यये गकारस्य इत् तत्र बाधा, यस्मिन् प्रत्यये नकारस्य इत् तत्रापि बाधा. सः सार्वधातुक् अस्ति अथवा अर्धधातु किमपि न लिखितं, केवलम् अस्ति प्रत्ययः कित् नित् गित् अस्ति चेदेव गुणस्य कृते बाधा, तावदेव लिखितं. सो अस्माभिः दृष्टं यदि अर्धधातुक् प्रत्ययः कित् गित् नित् अस्ति चेत् बाधा, परन्तु सार्वधातुक् प्रत्ययविषये यः अस्माकं यः प्रकरणम् अस्ति तत्र सर्वदा अपित् प्रत्ययः एव निद्वद् भवति. सार्वधातु साक्षात् कित् न अस्ति, साक्षात् गित् न अस्ति, साक्षात् नित् अपि नास्ति, परन्तु तत्र अपित् कारणेन सः निदिव कार्यं करोति. अतः एतत् एतत् सूत्रत्रयं त्रयं सर्वदा तत्र द्रष्टव्यम्. अपि च गीत् वयं जानीमः गीतो एकमेव अस्ति, अतः गीत् विषये अधिकचिन्तनं नास्ति, परन्तु कित् अपि च नित् द्रष्टव्यं, कित् अपि च नित् द्रष्टव्यं, कित् नित् अस्ति चेत् गुणः न करणीयः. धन्यवादः. अस्तु अस्तु भगिनि, धन्यवादः. अग्रे अग्रे कः पठति? पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनी? पूर्णिमा भगिनी अस्ति वा? पूर्णिमा अस्ति, श्रूयते वा भगिनी? श्रूयते श्रूयते, अन्म्यूट् विलम्बम् अभवत्, चिन्ता मास्तु. इति सूत्रस्य तात्पर्यः सार्वधातुक अर्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्, उगन्तलघुपदस्य च इति सूत्रस्य तात्पर्य सार्वधातुक अर्धधातुकयोः परयोः उपगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात्. सार्वधातुक अर्धधातुकयोः इत्युक्ते अग्रे एक्स्प्लेन् करोमि वा अग्रे पठामि वा? सूत्रस्य विषये किञ्चित् वदतु. वाल्यूम् थोड़ा इंक्रीज करना, बहुत बहुत धीमी है. क्या श्रूयते महोदय? सम्यक् श्रूयते. वाल्यूम् वदतु भगिनी. श्रूयते महोदय? सम्यक् श्रूयते महोदय, सम्यक् श्रूयते. मम कण्ठे दोषः अस्ति अतः अतः. श्रूयते भगिनी, सम्यक् श्रूयते, वदतु. अर्धधातुक अर्धधातुकयोः अङ्गस्य इकः गुणः, इगन्तस्य अङ्गस्य गुणः इत्युक्ते इगन्त अन्ते ई ऊरु भवति चेत् इकारस्य एकार उकारस्य इकारस्य कार एकार ए उकारस्य ओकार ऋकारस्य अर्कार ऋकारस्य लकार भवति, तदेव अङ्गस्य इकः गुणः इति अर्थः. पुगन्तलघुपदस्य इत्युक्ते उपधायां कोऽपि लघु उप लघु इक भवति चेत् इकार उकार ऋकार लघु भवति चेत् तदपि गन्तस्य लघुपदस्य गुणः इति सूत्रस्य आधारेण तदपि गुणः भवति. कदा भवति? अत्र लिखितं न सार्वधातुक अर्धधातुक परयोः तस्य कः अर्थः? तिंशित् प्रत्यय भवति चेत् एव. चेदेव वा? पकार पकार भवेत्, पित् भवेत्. अत्र तु किमपि पित् अपित् विषये न लिखितं न भगिनी? भवती पृष्टवती तदर्थम् अहं अत्र मम प्रश्नः कः, सार्वधातुक अर्धधातुक परयोः इति तत्र पदद्वयम् अस्ति, तस्य कः अर्थः इति मम प्रश्नः. सार्धधातुक अर्धधातुकयोः धातोः परयोः इत्युक्ते पूर्वपरः अनन्तरः. परयोः इत्युक्ते अनन्तरः, अनन्तरः किम्? अङ्गस्य अनन्तरः, अङ्गस्य परयोः सार्वधातुक अथवा अर्धधातुक इति प्रत्ययः अस्ति चेदेव अङ्गस्य इकः गुणः स्यात्. तत्र निमित्तं विषये दत्तम्. सार्वधातुकप्रत्ययः भवति चेत् अङ्गस्य परे परे अङ्गस्य परे सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः भवति चेदेव अङ्गस्य इकः गुणः स्यात्। तथैव पुगन्तलघुपदस्य च सूत्रे अपि समाननिमित्तं सार्वधातुक् अर्धधातुक् परयोः सो परे तस्य अनन्तरम् अङ्गस्य अनन्तरं सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः विधीयते चेत् अङ्गस्य इकः गुणः स्यात् इति तत्र लिखितम्। निमित्तमपि लिखितं, स्थानिवर्णः अपि लिखितं, कस्य स्थाने कार्यं करणीयं, कारणं किं, सार्वधातुक् अपि च अर्धधातुक् प्रत्ययः परे, पूर्वे न अस्ति, परे अस्ति चेदेव कार्यं, परनिमित्तम् अस्ति, परयोः अनन्तरम् अस्ति चेद् एव कार्यम्। अस्तु, अत्र एतत् परिच्छेदमपि पठतु तर्हि द्वयोः सूत्रयोः। द्वयोः सूत्रयोः सार्वधातुक सार्वधातुकार्धधातुकयोः इति पदं भवति, नाम अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्वयी वर्णा अस्ति चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा परे अस्ति। अतः सार्वधातुकसंज्ञा अर्धधातुकसंज्ञा इति संज्ञाद्वयः सम्यक्तया अवगन्तव्यम्। इदं संज्ञाद्वयं सम्प्रति पश्यामः। सो बिकास् फार् सार्वधातुकार्धधातुकयोः एण्ड् पुगन्तलघुपदस्य च तत्र आवश्यकम् अस्ति प्रत्ययः सार्वधातुक् अथवा अर्धधातुक् भवेत्। तस्य कृते किम् आवश्यकम्? तस्य कृते अस्माभिः किं ज्ञातव्यं? सार्वधातुक् इति संज्ञा कस्य प्रत्ययस्य, अर्धधातुक् इति संज्ञा कस्य प्रत्ययस्य, एतत् सर्वं वयं पठितवन्तः। सो सार्वधातुक् संज्ञा कस्य भवति वदतु, कस्य प्रत्ययस्य केन सूत्रेण सार्वधातुक् इति संज्ञा? तिङि तिङ्क्षिक् सार्वधातुकम् इति सूत्रस्य आधारेण। सो प्रत्ययः तिङ् अथवा शित् अस्ति चेदेव तस्य सार्वधातुक् इति संज्ञा भवति। अतः वयं किं वदामः, शित्वात् श इति विकरणप्रत्ययः सार्वधातुक् संज्ञकः, अतः तत्र निमित्तानि पूरितानि, तथापि तत्र गुणः न भवति। किमर्थं चेत् एकम् अन्यत् सूत्रम् आगत्य वदति अत्र कार्यं कार्यस्य कृते बाधा, तद् भिन्नविषयः। अस्तु भगिनि, धन्यवादः। धन्यवादः। अग्रे कः पठितुमिच्छति, कः अथवा का पठितुमिच्छति? अहं पठामि भो, जगदीश्। अत्र अत्र न महोदय, एकनिमिषः। सुलोचना भगिनी पठितुमिच्छति वा भगिनि? सार्वधातुकसंज्ञा का इति पठः वा? आम्, बिन्दु तृतीयबिन्दुः। सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टं, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः तिङ् वा षित् वा अस्ति तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति। भवति, भवतः, भवन्ति इत्यादिषु रूपेषु ति, तः, अन्ति इति तिङ्प्रत्ययः, यस्मिन् प्रत्यये शकारः इत्संज्ञकवर्णः अस्ति सः षित्। अर्धधातुकसंज्ञा का इति एतावता न उक्तं। सार्वधातुकसंज्ञाविषये वदतु। यदि प्रत्ययः तिङ् वा षित् वा भवति चेत् तस्य सार्वधातुकसंज्ञा भवति। तिङ् इत्युक्ते तिङ्प्रत्ययाः सर्वे भवन्ति, षित् इत्युक्ते यस्य प्रत्ययस्य शकारस्य इत्संज्ञा भवति सः प्रत्ययः षित् अस्ति। अतः तिङ्प्रत्ययः षित्प्रत्ययः सार्वधातुकसंज्ञां प्राप्नुवन्ति। सत्यम्। अग्रे पठतु। अर्धधातुकसंज्ञा का इति एतावता न उक्तं, वस्तुतः अतिसरलम् अस्ति सूत्रम्। अर्धधातुकं शेषः तृतीयाध्याये चतुर्थे पादे चतुर्दशोत्तर एकशततमं सूत्रं, धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा अर्धधातुकसंज्ञा भवति. अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः न सन्ति चेत् अवश्यम् अर्धधातुकसंज्ञकाः सन्ति एव. अर्धधातुकं शेषः इति सूत्रेण अयमेव सन्देशः. धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकं नास्ति चेत् अर्धधातुकः अस्ति एव. वदतु. अर्धधातुकं शेषः इति सूत्रमस्ति. यः कोऽपि प्रत्ययः भवति तस्य अर्धधातुकसंज्ञा वा सार्वधातुकसंज्ञा वा यत्किमपि भवति. पुनः पुनः वदतु भगिनि, यत् कोऽपि प्रत्ययः वा धातुभ्यः यः प्रत्ययः विधीयते. धातुभ्यः यः प्रत्ययः विधीयते सः प्रत्ययः अर्धधातुकप्रत्ययः वा सार्वधातुक तस्य सार्वधातुकसंज्ञा वा अर्धधातुकसंज्ञा वा भवति एव. तिङ् शिप् अस्ति चेत् सार्वधातुकसंज्ञा प्राप्नोति. अर्धधातुकं शेषः इत्यनेन धातोः अनन्तरं प्रत्ययः सार्वधातुकं नास्ति चेत् अर्धधातुकमेव भवति इत्यर्थः. सत्यं. सो तत्र अर्धधातुकप्रत्ययः के तस्य कः अर्थः शेषः इति कथनेन किम् अर्थः भवति? अर्धधातुक ये सार्वधातुक सार्वधातुकसंज्ञां प्राप्नुवन्ति तेषाम् अतिरिच्य सर्वे. सो सार्वधातुक के प्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति? किं प्रत्ययः? चित् प्रत्ययः सार्वधातुकसंज्ञां प्राप्नोति. सो अतः अर्धधातुक किम् अर्धधातु के के प्रत्ययः अर्धधातुक इति संज्ञा प्राप्नोति? तिङ् विहाय शित् विहाय सत्यम्. अस्तु अस्तु भगिनि, धन्यवादः. सो अत्र आर्धधातुक् अपि च सार्वधातुक् संज्ञाद्वयम् इति व्याकरणे संज्ञाद्वयम् अस्ति. एकमस्ति सार्वधातुक् इति संज्ञा, द्वितीयम् अस्ति आर्धधातुक् इति संज्ञा. संज्ञाद्वयं कस्य कृते इति प्रश्ने सति चेत् प्रत्ययानां कृते. प्रथमे तु प्रत्ययानाम् इति नामकरणमस्ति सार्वधातुक् अपि च आर्धधातुक्. अत्र धातुः इति पदं श्रूयते, परन्तु एतत् संज्ञा प्रत्ययानां विषये. इदानीं प्रश्नः, कीदृशप्रत्ययानां? धातुभ्यः विहितः प्रत्ययानाम् एव. ये प्रत्ययाः धातु अनन्तरम् आगन्तुं शक्यते तेषां विषये एव सार्वधातुक् अपि च आर्धधातुक् इति संज्ञाद्वयम् इति अनन्तरं के प्रत्ययः धातुभ्यः विहितः, के प्रत्ययः सार्वधातुकप्रत्ययः इति प्रश्ने सति चेत् धातु अनन्तरं ये प्रत्ययः षित् अथवा तिङ् तेषां नामकरणं सार्वधातुक् इति प्रत्ययः. आर्धधातुकप्रत्ययः किम्? धातु अनन्तरं ये प्रत्ययः ते षित् न तिङ् न ते एव आर्धधातुकप्रत्ययः. अत्र शेषः इति लिखितं 3413 स्तिंशित् सार्वधातुकम् इति सूत्रं तृतीय अध्याये चतुर्थपादे त्रयोदश अधिक एकशततम सूत्रं साक्षात् अनन्तरं चतुर्दश अधिक एकशततम सूत्रं साक्षात् अनन्तरम् आर्धधातुकं शेषः. सो अत्र शेषः इति कथ अत्र किञ्चित् सम्बन्धः वर्तते. सो धातुभ्यः विहितः प्रत्ययः तिङ् न षित् न ते एव शेषप्रत्ययः. सो षित् विहाय तिङ् विहाय अन्य सर्वे धातु अनन्तरं ये प्रत्ययाः ते आर्धधातुक्. सो यदा वयं लकारः पश्यामः धातुयोग प्रथमे तु तत्र धातु अनन्तरं प्रकृति अनन्तरं प्रत्ययस्य योजनं भवति. तत्र योजयामः. सो धातु यः धातुभागमस्ति तत्र ये प्रत्ययाः विधीयते तेषाम् एव सार्वधातुक् अपि च अर्धधातुक् इति संज्ञा. सो धातुयोगलट् धातुयोगलोट् धातुयोगलट् लृट् इति कुर्मः चेत् यदि वयं लट् लोट् लृट् लिट् एते सर्वे लकारः पश्यामः चेत् ते अपि प्रत्ययाः. दश लकारः अपि प्रत्ययाः. किमर्थं चेत् धातुयोग यत्किमपि शब्दसमूहः भवति सः प्रत्ययः एव. सो यत्किमपि शब्दसमूहः धातु अनन्तरं धातुभ्यः विहितः ये ते प्रत्ययाः तेषां नामकरणम् एव सार्वधातुक् अपि च अर्धधातुक्. सो लट् लोट् लृट् इति पश्यामः चेत् ते शितना तिङ्ना अतः ते सर्वे अर्धधातुक् प्रत्ययाः. सर्वे लकाराः अर्धधातुक् प्रत्ययाः परन्तु तेषाम् अनन्तरं लस्य स्थाने तिबादयस्य तत्र विधानम्. सो तिबादयस्य विधानं भवति चेत् तिङ्शित् सार्वधातुकम् इत्यनेन तिबादयाः अष्टादश तिबादयाः सार्वधातुकसंज्ञकाः. सो यदा तत्र धातुयोग लट् भवति चेत् तस्मिन् सोपाने शप् शष्णा इति विधानं न. किमर्थं चेत् तत्र धातुयोग अर्धधातुक् प्रत्ययः. आर्धधातुक् प्रत्ययविषये कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति. परन्तु यदा तत्र लस्य स्थाने तिप् तस् जी एते प्रत्ययः आयाति तदा एव कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् सर्वे तिबादयः तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः. अतः सूत्रं तादृशनिर्मितं महर्षिणा कर्तरि शप् सार्वधातुके अथवा दिवादिभ्यः शन् सार्वधातुके क्रणादि तनादिकृणुभ्यः उः सार्वधातुके. सो सर्वेषु सूत्रेषु सार्वधातुके इति प्रत्ययस्य तत्र अनुवृत्तिः. सो सार्वधातुक् प्रत्ययपरे एव विकरणप्रत्ययः मध्ये आयान्ति. यदा धातुयोगत्वा ल्यप् ल्युट् तत्र तृच् शत्र शत्रुण शत्रु अपि सार्वधातुक् प्रत्ययः. धातुयोग अर्धधातुक् प्रत्ययः भवति चेत् तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्ति एव नास्ति. अतः तत्र मध्ये विकरणप्रत्ययः न आयान्ति. केवलं सार्वधातुक् प्रत्ययपरे एव विकरणप्रत्ययः मध्ये आयान्ति. सो एतत् सर्वं स्मर्तव्यम्. धातुयोगः यः शब्दसमूहः भवति तस्य शब्दसमूहस्य स्वभावः कः सः प्रत्ययः सार्वधातुक् वा आर्धधातुक् वा तेषाम् आधारेण एव अनन्तरं कार्यं भवति. आर्धधातुकविषये भिन्नचिन्तनं सार्वधातुकविषये भिन्नचिन्तनम्. अतः एतत् सूत्रद्वयं सर्वदा स्मर्तव्यम्. तिंशित् सार्वधातुकम् आर्धधातुकं शेषः संज्ञासूत्रद्वयम् अनेन सार्वधातुकम् इत्युक्ते किम् आर्धधातुकम् इत्युक्ते किम् एतत् सर्वं वयं पूर्वे अपि पठितवन्तः. सो एतत् सर्वं स्मर्तव्यं. यः तिङ्ना यः शित्नः सः एव आर्धधातुक् प्रत्ययः. अस्तु इदानीं चतुर्थबिन्दु मञ्जरी भगिनी पठितुम् इच्छति वा भगिनी? पठतु. विकरणप्रत्ययाः धातोः परे सन्ति अतः सर्वे विकरणप्रत्ययाः सार्वधातुसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः. धातुगणम् अनुसृत्य विकरणप्रत्ययाः वादिगणे शप् अदादिगणे नास्ति. शपः लुक् नाम लोपः. जुहोत्यादिगणे नास्ति. शपः नाम किञ्चित् उच्चैः वदतु भगिनि. किञ्चित् उच्चैः वदतु भगिनि. समीपे अधुना श्रूयते? श्रूयते. वदतु. जुहोत् अदादिगणे नास्ति. चपः लुक् नाम लोपः. जुहोत्यादिगणे नास्ति. चपः श्लु नाम लोपः. दिवादिगणे क्षन् स्वादिगणे श्नु उदादिगणे श रुदादिगणे श्नम् तनादिगणे उ त्रयादिगणे श्ना चुरादिगणे शप् अधुना प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयामः. एतत् सर्वं वयं जानीमः कस्मिन् गणे कः विकरणप्रत्ययः आयाति तत्र सूत्र आधारेण स्वादिगणेष्णु इति सूत्रं सार्वधातुके तुदादिगणेश तुदादिभ्यः शः इति सूत्रम् अस्ति. सो तुदादिगणे धातुभ्यः अनन्तरं शप् स्थाने श आयाति. शप् बाधित्वा शप् न आगन्तुं शक्यते. तत्र श इति विशिष्टसूत्रद्वारा कार्यं भवति. अतः तत्र शप् बाधित्वा श आयाति. तथैव अन्यस्मिन् गणे तनादिकृणुभ्यः उः. सो तनादिगणे ये धातवः तत्र कर्तरि शप् सार्वधातुके इति सूत्रं बाधित्वा उ इति प्रत्ययः आयाति इति तत्र सर्वे तत्र तत्र भवति. क्रयादिभ्यः श्ना इति विकरणप्रत्ययः. सो तत्र एते विकरणप्रत्ययाः केवलं सार्वधातुके सार्वधातुके इति तत्र सार्वधातुके इति पदस्य अनुवृत्तिः सर्वत्र भवति. सो सार्वधातुके प्रत्यये परे एव यदि धातुः क्रयादिगणस्य अस्ति तत्र शप् बाधित्वा श्ना आयाति. विशिष्टसूत्रं किं क्रयादिभ्यः श्ना इति श्ना इति प्रत्ययस्य विधानम्. पठतु भगिनि यत्र यत्र यत्र यत्र प्रत्यये इत्संज्ञकः शकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा भवति. किमर्थम् इति चेत् तिंशित् सार्वधातुकम् तृतीये अध्याये चतुर्थे पादे त्रयोदश अधिकशततमे सूत्रे इति सूत्रेण यः प्रत्ययः शित् तस्य सार्वधातुकसंज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसंज्ञकः नास्ति सः आर्धधातुकसंज्ञकः अस्ति एव. अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम्. सार्वधातुकसंज्ञकः वा आर्धधातुकसंज्ञकः वा इति वदतु. यत्र यत्र यत्र प्रत्यये इत्संज्ञकः चकारः अस्ति तत्र तिंशित् सार्वधातुकम् इति सूत्रेण तस्य सार्वधातुकसंज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसंज्ञकः नास्ति आर्धधातुकं शेषः इति सूत्रेण सः आर्धधातुकसंज्ञकः भवति. दशसु गणेषु किं तत्र वदतु. भुवादिगणे किम् अस्ति. दशसु गणेषु वादिगणे तथा चुरादिगणे शप् प्रत्ययः अस्ति. शप् शित् अस्ति तथा सार्वधातुकप्रत्ययः. दिवादिगणे हा हा दिवादिगणे शन् अस्ति. शन् अपि चित् स्वादिगणे शित् अस्ति अतः तथा सार्वधातुकप्रत्ययः. स्वादिगणे श्नु अस्ति तत्रापि चित् अस्ति. सुदादिगणे प्रत्ययेषु शकारस्य इत् केन सूत्रेण भगिनि. प्रत्ययेषु शकारस्य इत् आदिं शकारस्य इत् केन सूत्रेण भवति. शकारस्य इत् संज्ञा केन सूत्रेण भवति इति प्रश्नः. किञ्चित् सार्वधातुकम् शकारस्य इत्संज्ञा केन सूत्रेण इत्संज्ञा इत्यनेन लशकु प्रत्यय अतदित् प्रत्ययेषु लशकु इति भवति. अतः अत्र सि वि आर् सेयिङ्ग् शकारस्य इत् शकारस्य इत् सो शकारस्य इत् केन सूत्रेण सूत्रमेव प्रमाणम् लशक्व तदिते लशक्व तदिते इति सूत्रेण शकारस्य इत् अनन्तरं स्वादिगणे श्नु अस्ति तत्रापि चकारस्य दशक्तु तद्धिते इति सूत्रेण इत् भवति. ध्वनि ध्वनि ध्वनि बहु धीमी है इत् भवति चेत् शित् कारणेन श्नु इति प्रत्ययः अपि सार्वधातु प्रत्ययः सुदादिगुणे श अस्ति तत्रापि श्वप्रत्ययः सार्वधातुकप्रत्ययः. अवशिष्टभागः कः? अकारः. वदतु. शस्य इत्संज्ञा दशक्तु तद्धिते इति सूत्रेण भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. अनन्तरम् अ तिष्ठति. रुदादिगणे श्नम् श्नम् अत्रापि शकारस्य इत्संज्ञा तथा मकारस्य अपि इत्संज्ञा हलन्त्यम् इति सूत्रेण शकारस्य इत्संज्ञा अलशक्तु तद्धिते मकारस्य इत्संज्ञा हलन्त्यं द्वयोः लोपः तस्य लोपः इति सूत्रेण सनादिगणे किम् अवशिष्यते किं शिष्यते किम् न अवशिष्यते न किं किं कति वर्णः गच्छति? हा मकारः गच्छति अस्ति न श्नम् अस्ति न श्नम् अत्र कति वर्णाः किञ्चित् उच्चैः वदतु भगिनि तत्र ध्वनिः सम्यक् न आयाति ध्वनि शकारः अधुना आयाति वा? आम् आयाति वदतु. अधुना हा अधुना आयाति वा? श्नम् शकारः ऋकारः अस्ति वा? शकारः नकारः अकारः मकारः. हा शकारः नकारः अकारः मकारः. किम् अवशिष्यति? शकारः मकारः गच्छति तत्र नकार तथा अकारः अवशिष्यते. सनादिगणे उ इति प्रत्ययः सार्वधातुक प्रत्ययः नास्ति. किमस्ति चेत् सार्वधातुक नास्ति चेत् अर्धधातुकशेषः उकारः इति अर्धधातुकं प्रत्ययः. त्रयादिगणे श्ना अस्ति श्ना श योग न योग आ तत्र शकारस्य लशस्तु तद्धिते इति सूत्रेण इत्संज्ञा नकार तथा आकारः अवशिष्यते. सो विकरणप्रत्ययेषु कति सार्वधातुकप्रत्ययाः? सप्त सप्त अस्ति वा षट् अस्ति? हा षट् षट् षट्. अपि च अर्धधातुकप्रत्ययः कति? एकम् एव अर्धधातुकप्रत्ययः, अन्ये सर्वे सार्वधातुकप्रत्ययः. अदादिगणे अपि च ज्योत्यादिगणे प्रत्ययः एव, तत्र विकरणप्रत्ययस्य लोपः भवति, सम्पूर्णतया लोपः भवति. अतः षट् सार्वधातुकप्रत्ययः, एकं प्रत्ययः अर्धधातुकप्रत्ययः, मिलित्वा आहत्य तत्र सप्तविकरणप्रत्ययाः. घनवि एतत् नाम विकरणप्रत्ययेषु अपि घनविकरणप्रत्ययः अपि च लकारनिमित्तविकरणप्रत्ययः, एते सर्वे घनविकरणप्रत्ययाः. कस्मिन् गणे कः विकरणप्रत्ययः आयाति इति तत्र षट् सार्वधातुकविकरणप्रत्ययः गणविकरणप्रत्ययः एकम् आर्धधातुकविकरणप्रत्ययः अस्तु भगिनी धन्यवादः कथं षट् अस्ति महोदय शप्तो शप् इस् रिपीटिङ्ग् न शप् इस् रिपीटिङ्ग् परन्तु गणः अस्ति खलु गणः अस्ति परन्तु प्रत्ययः तु समानं न शप् एव समानं प्रत्ययः तत्र गणना कुर्मः चेत् दशगणेषु नवगणः सार्वधातुकः एकगण एव आर्धधातुकः खलु तथा न वक्तव्यं भगिनि दशगणेषु तनादिगणे विहाय अन्य नवगणाः सार्वधातुकाः खलु नवगणेषु विकरणप्रत्ययः नवगणेषु न अदादिगणे किमपि नास्ति ज्योत्यादिगणे अपि किमपि नास्ति परन्तु लुक् अस्ति लुक् शप शपस्य गुणः भवति खलु प्रभावः भवति शप् कारणेन न न शप् कारणेन तत्र गुणः न भवति तत्र स्टिप् कारणेन गुणः भवति भगिनि तत्र शप् लुक् भवति सम्पूर्णतया तस्य लोपः भवति किमपि न अवशिष्यते प्रभावः अपि नास्ति तत्र एकं सूत्रमस्ति अहं विस्मृतवती तत्र अङ्गे तत्र यद्यपि तत्र प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्रद्वारा प्रत्ययस्य लोपे सति अपि लक्षणं तिष्ठति परन्तु तत्र एकं सूत्रमस्ति आम् न लुमताङ्गस्य एकं सूत्रमस्ति लुक् एण्ड् श्लू इस् लुम् तत्र लू इति अस्ति न भगिनि लुक् अपि च श्लू सो न लुमताङ्गस्य अङ्गकार्यं न भवति यदि तादृशलोपः अस्ति लुक् अपि च श्लू इति तादृशलोपः अस्ति चेत् तत्र अङ्गकार्यं न भवति अतः तत्र शप् यः लक्षणम् अस्ति तस्य सम्पूर्णतया लोपः भवति परन्तु नालुमुताङ्गस्य सूत्रद्वारा तत्र लक्षणमपि न तिष्ठति अङ्गकार्यं न भवति अतः तत्र विकरणप्रत्ययस्य कारणेन अदादिगणे अपि च ज्योत्यादिगणे किमपि न भवति अङ्गकार्यं न भवति तत्र यत्किमपि तत्र तत्र शप् कारणेन न भवति तत्र श्लू श्लौ एकं सूत्रमस्ति श्लौ श्लौ कारणेन तत्र यः द्वित्वं भवति परन्तु अङ्गकार्यं न भवति द्वित्वकार्यं भवति भिन्नसूत्रद्वारा परन्तु अङ्गकार्यं न भवति विकरणप्रत्ययस्य कारणेन अङ्गकार्यं न भवति सो तत्र अदादिगणे ज्योत्यादि तु किमपि न भवति विकरणप्रत्ययस्य कारणेन किमर्थं चेत् अस्मिन् करपत्रे धात्वङ्गे गुणः सो धात्वङ्गे तु विकरणप्रत्ययस्य कार परन्तु अदादिगणे यः धात्वङ्गे गुणः भवति सः तिप् कारणेन भवति तिङ्कारणेन भवति किमर्थं चेत् तत्र धातुयोग तिङ् साक्षात् अस्ति मध्ये किमपि नास्ति यदा द्विगणे द्वौ गणे विकरणप्रत्ययः नास्ति चेत् किमर्थं दत्तम् इति अदादिगणेषु लुक् भवति द्युत्यादिगणेषु अक्षु भवति इति किमर्थं चेत् तादृश तत्र यः अस्ति इति रूपम् अस्ति अस् इति धातुः अदादिगणे अस्ति सो अस्ति इति पश्यामः चेत् अस् योगति तत्र मध्ये किमपि न श्रूयते सो तत्र बिकास् तत्र भागः एव अपित् कारणेन गुणः भवति खलु अपित् कारणेन न बाबा दिस् होल् थिङ्ग् इस् वेनिशिङ्ग् विदौट् एनि द एफेक्ट् आफ् अपित् विल् बि देर् इति अहं चिन्तयामि अदादिगणे किमपि अन्यत् अत्र अग्रे आयास्यति विशिष्टगणेषु तत्र किमर्थं तत्र तत् कथ कदा कार्यं भवति तत्र शप् इति लुक् भवति चेत् तत्र कः प्रयोजनम् इति अग्रे आयास्यति, परन्तु एतावत् आम् तत्र अग्रे आयास्यति भगिनि, परन्तु तत्र साक्षात् धातु अनन्तरं तिप् एव भागः. सि वी हाव् टु अण्डर्स्टाण्ड् देट् वन् थिङ्ग् वी हाव् टु कीप् इन् That is what I am saying. Parantu bhagini, what is the difference between kim adya vyachasa asti tanadigane adadigane juhotadigane va shap luk bhavati tatra api na bhavati atra tu shap nasti tada eka kevala ukara bhavati kim vyachasa bhavati karyam yada bhavati prakriya yada bhavati tada तदादिगणे तनादिगणे वा अदादिगणे जुहोत्यादिगणे वा किमपि व्यत्यासः भवति? तनादिगणे तु गुणः भवति न, उकारः अर्धधातुप्रत्ययः, गुणकार्यस्य कृते अर्धधातुप्रत्ययः अथवा सार्वधातुप्रत्ययः प्रत्ययद्वयमपि कारणम्, उकारणेन अपि गुणः भवति. तत्र तनादिगणे उकारस्य कारणेन अपि गुणः भवति, परन्तु सार्वधातुप्रत्ययः तत्र निमित्तं नास्ति, तत्र अर्धधातुप्रत्ययः निमित्तम् अस्ति. अजादिगणे वा जुहोत्यादिगणे वा गुणः न भवति, गुणः भवति भगिनि तिङ्प्रत्ययस्य कारणेन भवति, शप्रत्ययस्य कारणेन शप्तो तत्र शप्तो सम्पूर्णतया लोकः लोपः भवति न, तस्य किमपि न अवशिष्यते. तस्य लक्षणं गुणकार्ये अङ्गकार्ये तस्य लक्षणमपि न तिष्ठति. अदादिगणा जुहोत्यादिगणा सार्वधातुकः नास्ति, आर्धधातुकः अपि नास्ति, सार्वधातुकः अपि नास्ति वा? गणविषये सार्वधातुक अर्धधातुक इति चिन्तनं नास्ति, केवलं लकारविषये सार्वधातुक अपि च अर्धधातुक चिन्तनं भगिनि. गणविषये तु परे यः प्रत्ययः तस्य स्वभावः कः, प्रत्ययस्य स्वभावः कः, प्रत्येकस्मिन् गणे भिन्नभिन्नविकरणप्रत्ययः, अतः तत्र प्रत्ययस्य स्वभावस्य कारणेन गुणः भवति वा न भवति इति तावदेव अस्ति. गणः सार्वधातुक वा आर्धधातुक वा इति न वक्तव्यम्. गण केनाट् बिकम् ए सार्वधातुक और् आर्धधातुक. आम् शन् श्नु शम् ऊ श्ना एते प्रत्ययानां प्रत्ययः एव नास्ति, अतः प्रश्नः न उदेति कि सार्वधातुकः वा. तत्र प्रत्ययः एव तस्य सम्पूर्णतया लोपः भवति, अतः तत्र विकरणप्रत्ययस्य कारणेन किमपि न भवति, किमपि कार्यमेव न भवति, अङ्गकार्यं न भवति. परन्तु अन्यस्मिन् गणे तत्र शन् इति अस्ति, सः शित् अस्ति, सार्वधातुकप्रत्ययः अस्ति, परन्तु अपित् अस्ति, अतः सार्वधातुकम् अपित् अपि च किनिति च सूत्रद्वारा यद्यपि धातौ गुणप्रसङ्गः तथापि गुणः न भवति, तथैव तिष्ठति, किमपि तत्र परिवर्तनं न जायते. अस्तु अस्तु अवगतम्. किन्तु भगिनी अत्र द्वौ विहाय अष्टगणाः सन्ति, एकस्मिन् सार्वधातु आर्थधातुकमस्ति, अन्ये सप्तगणाः षित् अस्ति, षड् इति संज्ञा कथं भवति भगिनि? प्रत्ययानां संज्ञा सार्वधातुक भवति, षट्सु प्रत्ययेषु संज्ञा सार्वधातुक भवति, परन्तु गणविषये संज्ञा नास्ति न भगिनि, प्रत्ययानां विषये एव सार्वधातुक अपि च अर्धधातुक षड् कथं सप्त नास्ति वा? बिकास् शप् इस् रिपीटिङ्ग् न, चुरादिगणे अपि शप् भुवादिगणे समानं, भिन्नप्रत्ययः नास्ति, एकमेव प्रत्ययः. अत्रापि कर्तरि शप् सार्वधातुके इति सूत्रेण शप्, भुवादिगणे अपि कर्तरि शप् सार्वधातुके इति सूत्रेण शप्, समानप्रत्ययः. एकेन सूत्रेण एव तत्र द्वयोः गणयोः शप् इति प्रत्ययः आयाति, अतः षट् एव. कर्तरि शप् विच् विच् गणामि कर्तरि शप् कर्तरि शप् ओन्लि फार् टु भुवादिगणे अण्ड् चुरादिगणे खलु? बिकास् देर् तत्र कोऽपि अपवादसूत्रं न दत्तं महर्षिणा, दिवादिगणे अपि कर्तरी शप् स्वार्वधातुके इति सूत्रस्य प्रसक्तिः भवति परन्तु प्राप्तिः न भवति किमर्थं चेत् महर्षिणा तस्य गणस्य विषये एकं विशिष्टसूत्रं दत्तं दिवादिभ्यः शन् अतः तत्र तत् सूत्रमेव कार्यं करोति सूत्रं सो कर्तरी शप् सार्वधातुके इति सूत्रस्य कृते तत्र बहूनि अपवादसूत्राः यथा दिवादिभ्यः शन् स्वादिभ्यः श्नु तुदादिभ्यः शः रुदादिभ्यः श्नम् तनादिकृन्भ्यः उः क्रयादिभ्यः श्ना एते सर्वे सूत्राणि कर्तरी शप् सूत्रस्य अपवादाः अपवादसूत्राणि अतः अपवादबलेन एव कार्यं भवति परन्तु भुवादिगणे किमपि विशिष्टसूत्रं न दत्तं भुवादिभ्यः किमपि अन्यत् प्रत्ययः तत् नास्ति अतः कर्तरी शप् सूत्रद्वारा शप् एव तिष्ठति तथैव चुरादिगणे अपि चुरादिगणे तु प्रथमे तत्र निच् आयाति अनन्तरं तत्र धातुयोगसार्वधातुकप्रत्ययः भवति चेत् कर्तरी शप् सार्वधातुके इति औत्सर्गिकसूत्रं सामान्यसूत्रं तत्र शप् एव तत्रापि शप् एव तिष्ठति किमर्थं चेत् चुरादिभ्यः कोऽपि अन्यविशिष्टसूत्रं नास्ति अतः शप् एव तिष्ठति परन्तु अन्यत् कर्तरी शप् सूत्रस्य यः सङ्ख्या यदि भवति तत्र पश्यामः चेत् यत्र यत्र विकरणप्रत्ययः तत्र एकं प्रकरणम् अस्ति भगिनि एकस्मिन् स्थले एव सर्वाणि सूत्राणि दत्तानि कर्तरी शप् सार्वधातुके इति आरभ्य अनन्तरं तत्र सूत्रसङ्ख्या पश्यामः चेत् तत्र एते सर्वे सूत्राणि आयान्ति दिवादिभ्यः शन् स्वादिभ्यः श्नु तुदादिभ्यः शः एते सर्वाणि सूत्राणि कर्तरी शप् सार्वधातुके इति सूत्रस्य अनन्तरं तस्मिन् एव प्रकरणे सर्वाणि सूत्राणि दत्तानि विकरणप्रत्ययस्य विधानम् एकम् एव प्रकरणे दत्तं ग्रन्थे सो इफ् यु सी द पाणिनि धातुपाठः दिस् न सूत्र यः सूत्र द्वितीय तत्र बुक् पुस्तकम् अस्ति न पुष्पादीक्षित माता द्वारा यः पुस्तकम् अस्ति महर्षि पाणिनि प्रणीतः अष्टाध्यायी सूत्रपाठः इफ् यु गो टु द विच् पेज् नम्बर् तृतीयाध्याये तृतीयाध्याये 55 पेज् मध्ये आम् 55 पेज् मध्ये तत्र सार्वधातुके यक् अनन्तरं कर्तरी शप् सो पूर्वे यः सार्वधातुके यक् अस्ति तत्र कर्तरी शप् इति सूत्रे सार्वधातुके इति पदस्य अनुवृत्तिः अतः कर्तरी शप् सार्वधातुके तस्य साक्षात् अनन्तरम् अस्ति दिवादिभ्यः शन् अनन्तरं तत्र 73 स्वादिभ्यः श्नु तस्मिन् प्रकरणे एव विकरणप्रत्ययानां विधानं गणविकरणप्रत्ययानां विधानं तस्मिन् एव प्रकरणे तस्मिन् एव पादे तृतीयाध्याये प्रथमपादे रुदादिभ्यः श्नम् तुदादिभ्यः शः तनादिकृन्भ्यः उः क्रयादिभ्यः श्नम् एकत्र एव अस्ति अत्र एकत्र एव अस्ति सो प्रथमे तत्र कर्तरी शप् सार्वधातुके इति सूत्रं तस्य अनन्तरम् अन्यगणविकरणप्रत्ययः सो भुवादिगणस्य विषये अपि च चुरादिगणस्य विषये किमपि न दत्तं परन्तु यः अदादिगणे शप् श्लु भवति सः भिन्न तत्र तस्य सङ्ख्या भिन्नम् अस्ति पूर्वे अस्ति कुत्रचित् पूर्वे अस्ति अस्मिन् प्रकरणे नास्ति तत्र लुक् प्रकरणम् अस्ति कुत्र अस्ति वि नीड् टु सर्च् दीस् सो दीस् टु सूत्रास् शप् लुक् भवति अपि च शप् श्लू भवति दीस् टु सूत्रा विहाय अन्य सर्वे ये विकरणप्रत्ययानां विधानम् एकस्मिन् एव प्रकरणे सर्वं दत्तं सो तत्र सर्वत्र सार्वधातुके सार्वधातुके इति पदस्य अनुवृत्तिः सो सार्वधातुके प्रत्यये परे एव मध्ये विकरणप्रत्ययः आयान्ति सो यदा वयं धातुयोग ल्युट् कुर्मः धातुयोग अर्धधातुकप्रत्ययः कुर्मः तत्र मध्ये विकरणप्रत्ययः न आयान्ति, केवलं सार्वधातुके परे एव विकरणप्रत्ययानां विधानम् इति तत्र पुस्तकमध्ये सर्वं दत्तम्। अस्तु अस्तु, इदानीं पञ्चमबिन्दुतः पठामः। कः पठितुमिच्छति? इदानीं किञ्चित् समयः अस्ति। उषा भगिनी पठितुमिच्छति वा भगिनि? इदं भगिनि अहं पठामि, जगदीशन् पठतु महोदय। उत्तरं सर्वधातुकसंज्ञकविकरणप्रत्ययाः शप् शन् श्नु श श्नम् श्न छे हैं। अर्धधातुकसंज्ञकविकरणप्रत्यये केवलम् एक ही अष्ट अष्टगण। संस्कृतभाषायां वदतु महोदय, एतत्तु सरलमस्ति। एकमेव विकरणप्रत्ययः अर्धधातुक सः उकारः उ इति विकरण एकमेव प्रत्यये विकरणप्रत्ययः अर्धधातुकसंज्ञकविकरणप्रत्ययः उ अष्टगण शित्वा पठतु। द्वितीयः शितः तु सन्ति, अतः शित्वात् गुणकार्यस्य प्रसक्तिरस्ति, परन्तु पित्वस्य अभावात् न गुणः। तर्हि कुत्र पठति महोदय? षष्ठं बिन्दु तः पठतु महोदय। षष्ठः शित्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपथस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञानम् इति ज्ञातम्। किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकम् अपि 1-2-4 इत्यनेन सूत्रेण यः प्रत्ययः अपि सः ञित्वत् तथा च इति च 115 इति गुणबाधकसूत्रेण यः ञित् अथवा ञित् इव अस्ति तस्य गुणकार्यं बाधितम्। अतः येषु सार्वधातुकप्रत्ययेषु इत् संज्ञकः प्रकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति। शन् श्नु श श्नम् श्र श्न इति प्रत्ययाः शितः तु सन्ति, अतः शित्वात् गुणकार्यस्य प्रसक्ति अस्ति, परन्तु पित्वस्य अभावात् न गुणः। तर्हि दिवादिगणे स्वादिगणे सारांशक एवं सार्वधातुकसंज्ञकविकरणप्रत्ययं निमित्तीकृत्यः द्वादिगणे चुरादिगणे च एव गुणकार्यं सम्भवति। अवगतं वा महोदय? किं लिखितमस्ति? एकनिमिषं भगिनि। महोदय अवगतं वा? अस्तु धन्यवादः. धन्यवादः भगिनी. किं कः प्रश्नः भगिनी? दशमगणे दशमगणे शब् भवति खलु, तत्र किमर्थं तत् तस्य उल्लेखः नास्ति? सारांशः एवं सार्वधातुकसंज्ञकविकरणप्रत्ययं निमित्तीकृत्य भुवादिगणे चुरादिगणे च एव गुणकार्यं सम्भवति इति लिखितं न भगिनि? चुरादिगणस्य किमर्थं नास्ति इति लिखितं न भगिनि? अत्र पश्यतु, भुवादिगणे चुरादिगणे चैव च एव गुणकार्यं सम्भवति विकरणप्रत्ययस्य. तत्र शप् शन् स्नु तत्र चुरादिगणे शप् एव अस्ति न? अस्तु अस्तु अस्तु महोदय, द्विवारं न उक्तं तदेव. द्विवारं न उक्तं किमर्थं चेत् समानं प्रत्ययः. सो तत्र अस्तु, अत्र अवगतं भगिनि. अन्तिमषष्टमबिन्दुः एकवारं भवती वदतु भगिनि. अवगतं, परन्तु एकवारं भवत्याः मुखतः आगच्छति चेत् सम्यक्. आमां वदामि भगिनि. सो अत्र षष्ठं बिन्दु तत्र किं लिखितम् अस्ति, अस्माकं शीर्षिकं किम् अस्ति तत्र, केषु गणेषु गुणः सम्भवति धात्वङ्गे. सो धातौ साक्षात् धातौ कस्मिन् कस्मिन् तस्मिन् कस्मिन् गणे गुणः सम्भवति इति पश्यामः चेत् षष्ठं बिन्दु किं लिखितमस्ति, यत्र शन् श्नु श श्नं श्ना, यत्र यस्मिन् यस्मिन् गणे एते विकरणप्रत्ययाः तत्र श्रित्वात् तु तत्र गुणस्य प्रसक्तिः भवति. सार्वधातु एते सर्वे सार्वधातुप्रत्ययः, अतः गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु प्राप्तिः न भवति. किमर्थं चेत् एकम् अतिदेशसूत्रम् आगत्य वदति, सार्वधातुक अपित् प्रत्ययः निद् इव कार्यं करोति. सो एते सर्वे शन् श्नु श श्नं श्न, एते सर्वे सार्वधातुक अपित् प्रत्ययाः. सो सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव कार्यं करोति. निद् समानम् अस्ति, नित् समानम् अस्ति चेत् किं किनिति च सूत्रस्य प्रसक्तिः. सो तत्र तत्र तस्मिन् तस्मिन् गणे सार्वधातुकम् अपित् अपि च किनिति च सूत्रद्वयेन किं भवति, गुणस्य कृते बाधा भवति. अतः तत्र दिवादिगणे धातुवङ्गे गुणः न भवति, स्वादिगणे धातुवङ्गे गुणः न भवति, तुदादिगणे धातुवङ्गे गुणः न भवति, रुदादिगणे धातुवङ्गे गुणः न भवति, तथैव क्रयादिगणे अपि धातुवङ्गे गुणः न भवति. सो तत्र एक द्वि त्रि चतुर् पञ्चगणेषु पञ्चगणेषु तत्र किं सार्वधातुकम् अपि तपि च किनिति च सूत्रद्वारा तत्र गुणस्य धात्वङ्गे गुणः न भवति, परन्तु भुवादिगणे अपि च चुरादिगणे तत्र विकरणप्रत्ययः शप् अस्ति, सः सार्वधातुक अस्ति परन्तु पित् अस्ति, अतः तत्र कोऽपि बाधा न भवति गुणस्य कृते. सो भुवादिगणे चुरादिगणे तत्र धात्वङ्गे सार्वधातुकप्रत्ययनिमित्तीकृत्य गुणः भवति, परन्तु तनादिग्रहणे सार्वधातुकनिमित्तीकृत्य गुणः न, आर्धधातुकनिमित्तीकृत्य गुणः भवति. तत्र क्रू कर् भवति, केन कारणेन? उकारः आर्धप्रत्ययः. सो आर्धधातुकप्रत्ययविषये पित् अपित् इति न द्रष्टव्यम्, आर्धधातुकप्रत्ययविषये किं द्रष्टव्यं? कित् गित् नित्, उकारः उ इति प्रत्ययः शित् नास्ति, तिङ्समूहे नास्ति, अतः आर्धधातुकं शेषः इत्यनेन उ इति विकरणप्रत्ययः आर्धधातुकप्रत्ययः. परन्तु कित् न, अस्मिन् कोऽपि ककारस्य इत्संज्ञा नास्ति, गकारस्यापि इत्संज्ञा नास्ति, नकारस्यापि इत्संज्ञा, अत्र कोऽपि अनुबन्धवर्णाः एव नास्ति, अतः अत्र बाधा अपि न भवति. सो क्रू कर् भवति, अत्र गुणः भवति, परन्तु सार्वधातुकनिमित्तीकृत्य न भवति, आर्धधातुकनिमित्तीकृत्य गुणः भवति. परन्तु अन्यस्मिन् गणे तत्र सार्वधातुकम् अपित् अपि च किनिति च सूत्रद्वयेन तत्र गुणस्य कृते बाधा. सो सो एतेषु गणेषु द्विवादिगणे स्वादिगणे तुदादिगणे रुदादिगणे अपि च क्रयादिगणे तत्र गुणः न भवति इति अत्र लिखितम्। सो कस्मिन् कस्मिन् गणे गुणः न भवति इति अत्र लिखितम्। सो अत्र इति प्रत्ययः शित् तु सन्ति परन्तु गुणकार्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति। किमर्थं चेत् पितस्य अभावः, पितस्य अभावात् न गुणः, अभावेन किं भवति? सार्वधातुकम् अपि इति सूत्रस्य प्रसक्तिः भवति। तेन सूत्रेण किम्? एते सर्वे प्रत्ययाः निद् इव भवति, निद्वत् भवति, निद्वद् भवति चेत् किनिति च सूत्रस्य प्रसक्तिः। सो एकवारं किनिति च सूत्रस्य प्रसक्तिः भवति चेत् गुणस्य कृते बाधा। तर्हि दिवादिगणे स्वादिगणे तुदादिगणे रुदादिगणे अपि च क्रयादिगणे गुणकार्यस्य प्रसक्तिः अस्ति, आसीत्, परन्तु अपित्वात् बाधितम्, अन्ततो गत्वा गुणः न भवति एतेषु गणेषु, परन्तु भुवादिगणे अपि च चुरादिगणे गुणः भवति इति अत्र लिखितम्। अवगतं वा भगिनि? भुवादिगणे गुणः भवति इति स्मरणे स्थापयामि चेत् अन्यत् सर्वमपि न भवति न, परन्तु तनादिगणे अपि भवति न। अग्रिमे परिच्छेदे तदेव लिखितम्, उकारस्य विषये लिखितम्। उकारः सार्वधातुकप्रत्ययः न, अतः तत्र पित् अपित् न द्रष्टव्यम्, तत्र केवलं कित् नित् गित् द्रष्टव्यम्। सो उकारस्य कारणेन अपि गुणः भवति। सो तनादिगणे अपि धातुवङ्गे गुणः भवति। अस्तु भगिनि। प्रथमे गणे, दशमगणे अपि च अष्टमगणे त्रयेषु गणेषु धातुवङ्गे गुणः भवति, परन्तु अन्य सर्वे ये गणाः तत्र गुणः न भवति इति सारांशः। अस्तु, इदानीं तु समयः अभवत्। कोऽपि प्रश्नः अस्ति वा? अत्र स्नु धातु स्वीकुर्मः चेत् चिनोति इति पुगन्तलघुपदस्य च इत्यनेन अत्र गुणः भवति वा महोदय? आं सत्यं, परन्तु तत्र सः धातु अङ्गं नास्ति, सः धातुयोगविकरणप्रत्ययस्य भागः, तत्र तिप् कारणेन गुणः भवति, न तु विकरणप्रत्ययस्य कारणेन। विकरणप्रत्ययस्य कारणेन गुणः न भवति, परन्तु तत्र तिप् कारणेन गुणः भवति। तत्र चिनोति चुनुतः द्वितीयः तस् इति प्रत्ययः, सः अपित् प्रत्ययः, अतः तत्र चिनु एव तत्र चुनो न भवति, परन्तु तिप् सिप् मिप् एते पित् प्रत्ययः, तत्र एव गुणः भवति। अपि तस्ति चेत् गुणनिषेधः भवति। अस्तु महोदय, धन्यवादः। अपि तस्ति चेत् गुणः निषेधः। सो सार्वधातुकविषये एव पित् अपित् द्रष्टव्यम्, आर्धधातुकविषये कित् नित् गित् द्रष्टव्यम्। नास्ति चेत् गुणः भवति, अस्ति चेत् गुणस्य बाधा, तावदेव। परन्तु सार्वधातुकप्रत्ययविषये वयं तत्र सामान्यतया किम् अस्ति? सामान्यतया साक्षात् नित् नास्ति, श इति साक्षात् नित् नास्ति, परन्तु अतिदेशसूत्रद्वारा सः निद् इव भवति, निद् समानं भवति। निद् समानं भवति चेदेव किनिति च सूत्रस्य प्रसक्तिः, अन्यथा तत्र प्रसक्तिः एव नास्ति बाधकसूत्रस्य। किमर्थं चेत् श इति कित् न गित् न नित् न, परन्तु अपित् अतिदेशसूत्रद्वारा सः निद् इव भवति। एकवारं निद् इव भवति चेदेव किनिति च सूत्रम् आगत्य कार्यं करोति, गुणस्य बाधा करोति, अन्यथा तु तत्र प्रसक्तिः अस्ति। किमर्थं चेत् गुणविधायकसूत्रे किमपि न लिखितं, पित् अस्ति चेत् करणीयम्, अपित् अस्ति चेत् न करणीयम्। तत्र केवलं लिखितम् अस्ति निमित्तम् इस् सार्वधातुक् एण्ड् आर्वधातुक् प्रत्ययः, तावदेव लिखितम्। परन्तु अनन्तरं महर्षिणा किनिति च इति सूत्रम् अपि च सार्वधातुकम् अपित् इति सूत्रं पठामः चेदेव ज्ञातुं शक्यते किमर्थं तत्र द्विवादिभ्यः गुणः न भवति, तनादिगणे लेख किमर्थं न भवति तिङन्तप्रक्रियायां। किमर्थं चेत् सः श इति प्रत्ययः, सार्वधातुक् अपित् प्रत्ययः, एकम् अतिदेशसूत्रम् आगत्य निद् इव भवति चेत् किनिति च सूत्रस्य प्रसक्तिः भवति, अतः तत्र लिखति एव रूपं, न तु लेखति इति रूपम्। एतत् सर्वं गुणकार्यस्य विषये सर्वदा स्मर्तव्यं, किमर्थं चेत् सार्वधातुकप्रक्रियार्थं तत्र लकारचतुर्थं भवति, लट् लोट् लङ् विधिलिङ्ग्, एतेषु चतुर्षु लकारेषु एतादृशः प्रकरणस्य विषये तत्र चिन्तनम् आवश्यकम्। आर्धधातुकप्रत्ययेषु विषये भिन्नचिन्तनम् अस्ति, तद् इदानीं न पठितं, परन्तु एतत् सर्वं एतेषु चतुर्षु लकारेषु एतत् चिन्तनम् आवश्यकम् अस्तु। कोऽपि अन्यप्रश्नः अस्ति वा, अन्यथा अत्र स्थगामः। अस्तु, नास्ति चेत् तत्र शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। ओं तत्सत्। धन्यवादाः, नमस्काराः, पुनः मिलामः। धन्यवादः, नमस्कारः महोदय, शुभदिनं। धन्यवादः, नमस्कारः, पुनः मिलामः।